ओके शुक्रवातम् आरम्भं करोतु. सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहे तेजस्विनावधितमस्तु मा विद्विषावहे. मीनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगुरुभ्यो नमः. धन्यवादः. सुप्रभातं सर्वेषां स्वागतम्. अद्य भवन्तः किं कर्तुम् इच्छन्ति तदनुगुणं वयम् आरम्भं कुर्मः. ओके कुत्र अस्ति? या पूर्णिमा सरस्वती सर्वमङ्गला कण्णम्मा. ओके पञ्चजनाः सन्ति. अभ्यास धातुगणाभ्यासः पूर्वं कुर्मः वा नूतनपाठस्य पठनं? हा प्रतिवारम् अहं तदेव पृच्छामि. प्रथमं नूतनपाठं महोदय अहं मन्ये. अनन्तरं अर्धघण्टा अभ्यासं कुरु. ओके तदपि चलति. अतः कः वा का समयस्य सूचना ददाति? सरस्वती पूर्णिमा सर्वमङ्गला अहं ददामि भगिनि. ओके गतावसरे यत् कृतवती न तदेव सपाद सप्तवादने सार्धसप्तवादने सूचयतु. वयं धातुगणाभ्यासानन्तरं सूचयामि. इदानीम् अस्माकं या पाणिनीयं सूत्रं कथं पठनीयं तत् प्रचलति न? ओके तस्मिन् विषये कः किं स्मरति? ओके पूर्णिमा अस्ति वा? सर्वमङ्गला अहम् अस्मि. उत्तरं नास्ति अत्र. कण्णम्मा भगिनि अहं नमस्ते भगिनि. कः वा का वदति इदानीं? पूर्णिमा वदामि. अस्तु अहम् अन्यगृहे अस्मि तदर्थं सर्वे अपि निद्रां कृतवन्तः तदर्थम् अहम् अधिकतया वक्तुं तिष्ठतु. लघुबालास्तु भगिनि स्मरणे किम् अस्ति? गत अवसरे वयं पाणिनीयसूत्रं कथं पठनीयम् एतत् आरम्भं कृतवन्तः. किं पठितवन्तः तस्मिन् विषये किमपि स्मरणे अस्ति? गतवर्गे अहं न वर्गे न आसीत् तदपि अहं प्रयत्नं करोमि भगिनि. पाणिनीयसूत्रं कथं पठनीयम् इति करपत्र पठितवन्तः. तत्र पाणिनीयसूत्र आधारे आदेशः आगमः नामकरण इति कार्यं भवति. तद् सूत्र आधारेण भवति. तत्र विभक्त्या लोक सामान्यतः अहं यत् विभक्ति जानाति तद् नहि भवति. अन्य प्रकारे विभक्ति भवति. तत् इको एनचि इति यन् सूत्र अस्ति चेत् इकः षष्ठी विभक्ति भवति. यन् प्रथमविभक्ति भवति अचि सप्तमी विभक्ति भवति इकः षष्टिविभक्ति अर्थः स्थाने इति मन्यते प्रथमविभक्ति तत् कार्यं भवति आदेशः आगमः नामकरण सप्तमी विभक्ति निमित्तं भवति सप्तमी विभक्ति परे भवति चेत् कार्यं सप्तमी विभक्त्या पूर्वं भवति पञ्चमी विभक्ति अस्ति चेत् तत् कार्यं फस्ट् पञ्चमी विभक्त्या परं भवति इक इक एन इक इकः इक् इक् एन् अचि प्रत्याहार सन्ति सर्वं भवती यत् उक्तवती तत् वयं न पठितवन्तः अस्मिन् वर्गे भवती अन्यत्र पठि अत्र न न न अहं चिन्तितवती अहं भवत्याः ध्वनिमुद्रां श्रोतुं न असमर्थः भवति असमर्थ आसीत् तत् तदेव अहं चिन्तयति ये पठितवन्तः अहं ये पठित्वा आगच्छति वर्गे भगीरथी भगीरथी अस्मिन् करपत्रे वयं कुत कियत्पर्यन्तं पठितवन्तः आदेशः आगमः लोपः तावदेव तावदेव भगिनि न गतवर्गे अहं मध्ये गतवती भगिनि सूचितवती अतः पृच्छतु भगिनि कृष्णमूर्तिमहोदय भवान् किं स्मरति गतवर्गे वयं कियत्पर्यन्तं पठितवन्तः एतत् आरम्भं कृतवन्तः कियत्पर्यन्तं पर्यन्तं वयं पठितवन्तः स्मरणे अस्ति यन् सन्धिं बहवः जानन्ति यथा यदि एस् अपि ये परे ये यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते व्याकरणे कार्याणि एतादृशानि भवन्ति आदेशः आगमः लोपः आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यदि प्लस् अपि इ चेञ्जस् टु यु यद्यपि आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः पठन् प्लस् आगच्छति नु आगमः पठन्नागच्छति लोपः वर्णस्य अदर्शनं बालकः इच्छति इदानीं विसर्गलोपः बालक इच्छति इति महोदय महोदय महोदय महोदय Yeah. I think she I got think disconnected. She got, yeah, she got disconnected, I think. Mode? She hasn't joined yet, Mahuja. वयं सर्वे अत्र ऐवन् कुर्मः. मागेश्वराणि सूत्राणि अस्ति खलु. महोदय कः वदति, का वदति? विजया हेतुराजः. मम इच्छा अत्र ऐ उण् एतत् वक्तुं शक्नोति इति मम चिन्तनं. सर्वे मिलित्वा, मिलित्वा नास्ति, प्रत्येकम्. अस्तु भगिनि, अहम् इदानीं वदामि. आ इ उण् लृ लुक् ए ओङ् ऐ औच् हय वरट् लन् ङमणं ननं जवैं गडदश् जवगडदश् कपछटत छटतौ कपै शशशर् हल् इति चतुर्दश मागेश्वराणि सूत्राणि. इदानीं अन्य कोऽपि वक्तुं भवती आगतवती. अस्तु, धन्यवादः महोदय. इदानीं श्रूयते. ऐ थिङ्क् ऐ एम् बेक्. ऐ होप् ऐ डोण्ट् गेट् थ्रोन् औट्. नास्ति भगिनि. किं न भगिनि, एस् पि सि मां निष्कासितवान्, बहिवान्. अतः वयम् एवं कर्तुं स्वप्ने अपि न चिन्तितवती. वयं चिन्तयामः भगिनि. भगिनि कियत् पर्यन्तं पठितवन्तः इति एव भवती पृष्टवती वा भगिनि? तदेव भगिनि. करपत्रे, अस्मिन् करपत्रे वयं पठनं तु आरम्भं कृतवन्तः. पाणिनीयसूत्रं कथं पठनीयम्, अतः गत अवसरे वयं सम्पूर्णं पठितवन्तः वा कुतः पर्यन्तम्? तदेव मम चिन्तनं. अनिल्, भवान् किं वदति, कुतः पर्यन्तं वयं पठितवन्तः? न वदामि वा, नासीत् आसम्, परन्तु अहं रेकार्डिङ्ग् श्रुतवती. ओ पल्लवी आगतवती. ओके, वदतु वदतु. रेकार्डिङ्ग् आधारेण कियत्पर्यन्तं वयं पठितवन्तः स्मरणे अस्ति? आम्, आदेशः आगमः लोपः इत्युक्ते किम् इतत् एतदेव पठितवन्तः. कश्चित् तत् परिच्छेद कस्यचित् अपि कार्यस्य निर्देशात् तत् न पठितम्. तत्तु वयम् आरम्भं न कृतवन्तः. एतत् वयं न पठितवन्तः. ओके ओके, धन्यवादः. किं रेकार्डिङ्ग् श्रुत्वा यावत् स्मरति चेत् बहु सम्यक्. चन्द्रमति, आदेशः इत्युक्ते किं स्मरणे अस्ति? चन्द्रमति, अस्तु भगिनि, आदेशः इत्युक्ते शत्रुवत् आदेशः. एक पदद्वयस्य योजनसमये एकं वा द्वयं वा आदेशं कृत्वा एक नूतन वर्णः तत्र आगच्छति. वर्ण आगच्छति, तद् शत्रुवत् अन्यः आगच्छति, अतः शत्रुवत् जय. किमस्ति? ओ वर्णद्वयं गच्छति, नूतनं नूतनवर्णः तत्र आगच्छति हा तत्र आगच्छति तद्वर्णस्य वर्णस्य स्थाने आगमः अतः शत्रुते ओके जया अस्मि भगिनि नमस्ते आगमः आगमः इत्युक्ते नूतनवर्णः आगच्छति गेट्स् एडेड् नूतनवर्णः आगच्छति पदे पदमध्ये ओके पूर्ववर्णानां किं स्थितिः पूर्णवर्णानां अत्र एव अस्ति तत्रैव तिष्ठति अन्य एकः मित्रवत् आगच्छति अनिल् भवान् किम् वक्तुम् इच्छति महोदय आदेशे इत्युक्ते द्वयवर्ण अपि स्थाने वा एकवर्णस्थाने द्वय अपि चलति वा न वयं जानीमः न यण् सन्धि वयं जानीमः एकवर्ण एकस्मिन् वर्णस्य स्थाने अन्य एकः वर्णः आगच्छति परन्तु कदाचित् सवर्णदीर्घसन्धि अस्ति तत्र किम् अस्ति वर्णद्वयम् अस्ति द्वयमपि गच्छति नूतनम् आगच्छति गुणसन्धि तत्रापि तदेव गुणवृद्धि अपि द्वे स्थाने एकम् आगच्छति एकादेश भवति गुणादेश पूर्णिमा महोदय श्रूयते वा श्रूयते वा क्षम्यतां हा भवती न वक्तुं शक्नोति ओके राधा अल अल महोदय वदामि किञ्चित् प्रश्नं पृष्टव्यं सदा आदेश आगम समानवर्णमेव आगच्छति वा पठन् आगच्छति इति नकार एव आगच्छति तथा समानवर्णमेव आगम आगच्छति वा न एवं मा चिन्तयतु ओके सामान्यतया तदेव वयं पश्यामः परन्तु सूत्रम् अस्ति तत्कृते सन्धिकार्यं आगमविषये यदा सन्धिकार्यं विषये सूत्रं पठामः तदा वयं ज्ञातुं शक्नुमः तस्मिन् समये इदानीम् अहं मिक्सप् कर्तुं न इच्छामि तत्र सूत्रमस्ति कथम् आगम वर्णस्य निर्णयं करणीयं तस्मिन् विषये सूत्रमस्ति ओके ओके राधा लोपविषये वदति आं भगिनि लोपम् इत्युक्ते यः वर्णः आदर्शनं भवति तत् लोपः वर्णस्य आदर्शनं लोपः आदर्शनं ओके यस्य अदर्शनं भविष्यति तस्य स्थाने किमपि न आगच्छति हा परिवर्तनमपि न विसर्गः लोपः भवति चेत् कोऽपि न आगच्छति तत् स्थाने ओके अतः तस्य स्थाने किमपि न आगच्छति तदा एव वयं लोप इति वदामः ओके इदानीं रूपल् अग्रे पठतु आं महोदय अवगतं कुत्र पठनीयम् अग्रे पठामि वा हा हा पठतु भगिनि किञ्चित् स्क्रीन् शेर् करोतु भगिनि अहं शेर् न चिन्तयामि स्क्रीन् शेर् ओ द्वितीयवारम् अहम् आगतवती न अतः एव ओके ओके पुनः अहं करिष्यामि इदानीं दृश्यते आम् दृश्यते इदानीम् आम् भगिनि आम् ओके ओके क्षम्यतां हा अहं न चिन्तितवती पूर्वमहं सर्वं स्थापयित्वा समस्या नास्ति महोदय ओके पठतु गूगल् कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति यणसन्धिः एकं कार्यम् अतः तस्य विधानार्थं सूत्रम् अस्ति सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः किन्तु कथं दृश्यते इति एकवारं पश्येम यणसन्धेः विधिसूत्रम् इदम् पठतु पठतु इको यणचि इकः स्थाने यण् आदेशः किं महोदय इकः स्थाने यण् आदेशः भवति अचि परे सहितायां विषये इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् इकः षष्ठ्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदीमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् उपरितने सूत्रे अच् पठामि वा अग्रिमवाक्यमपि अनन्तरं पश्यामः विस्तरेण आम् उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहारः सन्ति प्रत्याहारः नाम वर्णानां समूहः इषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु ओके पर्याप्तं हा तावत् पर्यन्तम् इदानीं वयं किं ज्ञातवन्तः प्रथमं किं ज्ञातवन्तः तस्मिन् विषये अहं पश्यामि कः वा का वदति नूतना कोऽपि आगतः अन्ना हा नमो नमः अहं केवलं शृणोमि अहं नूतनतया आगतवती अन्ना भगिनी अस्ति वा अस्मि वा परन्तु शृणोमि अद्य नूतनतया स्वागतं भगिनि अस्मि धन्यवादः भगिनि अस्तु धन्यवादः कृष्णमूर्ति आं महोदय आं महोदय इदानीं भवान् ओके न पठनं न इदानीम् एतत् किम् अस्ति 6.1.76 एतस्य अर्थं किम् अस्ति अवगच्छ तस्य रेफरेन्स् अस्ति तत्र 6176 न अवगच्छति महोदय ओके न अवगच्छति न ओके अन्यत्र पश्यामः अन्य कोऽपि कदाचित् जानाति पश्यामः सरस्वती भवती जानाति 6176 इत्युक्ते किं षष्टम अध्यायं चाप्टर् सूत्रम् अहं जस्ट् गच्छि नवम अध्यायः तदनन्तरं देन् पाणिनिसूत्र व्याकरणं यस् सेक्षन्स् अस्ति खलु अष्टाध्यायी अष्टाध्यायी मध्ये eight chapters and then sixth chapter then each one has divisions I don't know what kind of hierarchy that is my guess so that should be in the then in the sixth chapter the ninth cover and then the महोदय एतत् नैन् नास्ति एतत् एकम् एकं या या या फस्ट् वन् न न भवती अवगतवती भवती वदतु भवती अहं वक्तुं शक्यते वा भगिनि न एकनिमिषं हा अहं प्रयत्नं करोमि के के पूर्वज्ञानं कस्याः पूर्वज्ञानम् अस्ति कस्याः नास्ति इति अतः एव अहम् एवं परिशीलनं करोमि ये जानन्ति ते जानन्ति एव हा चिन्ता मास्तु तेषां कृते तु समस्या नास्ति परन्तु ये न जानन्ति तेषां कृते तु अवगमनम् आवश्यकं न एतत्तु मूलम् अस्ति सर्वमङ्गला भवती किं जानाति अस्मिन् विषये 6th अध्याय फस्ट् सब् अध्याय अण्ड् 76th सूत्र उच्चैः वदतु वदतु 6th अध्याय इन्सैड् फस्ट् सब् चाप्टर् अण्ड् 76 इस् द सूत्र नम्बर् ओ ओके श्रीधर् महोदय भवान् किं वदति अष्टाध्यायविषये किं जानाति श्रीधर् महोदय अस्मि भगिनी अहं वक्तुं शक्यते वा भगिनी किञ्चित् तिष्ठतु भगिनी अहं वक्तुं शक्यते वा भागीरथि भगिनी किञ्चित् तिष्ठतु अन्यापि सन्ति न ओके किञ्चित् किञ्चित् अहं सर्वेषां कृते पर्यायः ददामि तदा सर्वे वक्तुं शक्नुवन्ति वर्गे किमपि वक्तुं शक्नुवन्ति डोण्ट् बि इम्पेशियन्ट् ओके श्रीधर् महोदय अष्टाध्यायीविषये भवान् किमपि वक्तुं शक्नोति किमर्थं नाम अष्टाध्यायी अष्टाध्यायी पाणिनेः पाणिनीसूत्राः पाणिनेः कथितम् एकं ग्रन्थम् ओके ग्रन्थं किमर्थं तस्य नाम अष्टाध्यायी इति अस्ति अष्ट इत्युक्ते अहं न जानामि अष्टाध्यायी इत्युक्ते अष्टाध्यायम् अस्ति इति अहम् अष्टाध्यायम् अस्ति इदानीं मम प्रश्नस्य उत्तरं जानाति वा अष्ट इत्युक्ते किम् अष्टमि संख्या अष्ट ओके एय्ट् ओके अध्यायः इत्युक्ते किम् अष्टाध्यायी मीन्स् एय्ट् एय्ट् चाप्टर्स् एय्त् चाप्टर् ओके अतः नाम अस्ति अष्टाध्यायी किमर्थं कारणं तस्मिन् ग्रन्थे अष्ट अध्यायाः सन्ति यावत्पर्यन्तम् अवगतम् ओके इदानीम् अग्रे गच्छामः प्रति अध्याये कति पादाः सन्ति चत्वारः पादाः सन्ति ओके अष्ट अध्यायाः प्रति अध्याये चत्वारः पादाः सन्ति चत्वारः पादाः इत्युक्ते सेक्षन्स् इफ् यु वाण्ट् आर् सब् सेक्षन्स् अध्यायः चाप्टर् इत्युक्ते पादः सेक्षन्स् आङ्ग्लभाषायां परन्तु संस्कृते किञ्चित् भिन्नरीत्या शब्द उपयोगं भवति अनन्तरं प्रतिपादे सूत्राणि सन्ति तत्र भिन्नभिन्नसङ्ख्या भवितुम् अर्हति अतः रेफरेन्स् कथं वयं दद्मः षट् यदस्ति अध्यायस्य क्रमाङ्कः एकं यदस्ति तदस्ति पादस्य क्रमाङ्कः तदनन्तरं 76 यदस्ति तदस्ति तस्मिन् अध्याये तस्मिन् पादे 76 नम्बर् सूत्रम् ओके भगवद्गीता रेफरेन्स् वयं कथं कुर्मः 6.12 इत्युक्ते किं श्रीकर् महोदय सिक्स्थ अध्याय 12th श्लोक श्लोक समानमेव अत्र अत्र तु अध्यायः अपि अस्ति पादः अपि अस्ति तदनन्तरं श्लोकक्रमाङ्कः अत्र तु सूत्रमस्ति अतः सूत्रक्रमाङ्कः ओके ओके ओके यावत् अवगतं भागीरथी एतदेव अहं वक्तुम् इष्टवती हा भवती तु फट् सर्वं वदति अन्येषां कृते किञ्चित् कठिनं भविष्यति ओके उत्तमं भगिनि धन्यवादः क्षम्यताम् न न क्षम्यतां न ये जानन्ति ते जानन्ति परन्तु ये न जानन्ति तेषां कृते अपि वयं किञ्चित् चिन्तनं कुर्मः उत्तमं भगिनि अग्रे कुत्र अस्ति उत्तरमिष्यं हा कस्य पर्यायः सुशीला आं भगिनि पादे कति सूत्रं 841 अष्ट अध्याये मध्ये एकपादे चतुर्पादे एक सूत्रं रसाभ्यां नूनः समानपदे न न न न एकसूत्रं न प्रथमसूत्रं अष्टम अध्याये अष्टमाध्याये आम् प्रथमसूत्रम् प्रथमसूत्रम् ओके आम् भगिनि आम् अवगतम् श्रीधर् महोदय पुनः अहं पृच्छामि अत्र पश्यतु हा 8440 एतस्य अर्थं वदतु एट् अध्याय फोर्त् पाद श्लोकक्रमाङ्कः प्रतिपादे कति सूत्राः भवन्ति प्रतिपादे प्रतिपादे कति सूत्राः भवन्ति तत्तु निर्णीतं नास्ति अस्तु अस्तु ओके तत्र एक्साक्ट् नम्बर्स् नास्ति तत्र भिन्नं भिन्नं भवति ओके ओके इदानीं पुनः आगच्छामः अत्र श्लोकस्य अवगमनमपि भवितव्यं न इदानीं जुगल्किशोर् महोदय प्रथमवाक्यं पठतु इको यानचि इको यानचि षष्टमध्याये प्रथमपादे षट् सप्तति एकस्थाने सूत्र एकस्थाने यन् आदेश भवति अचि परे संहितायां विषये एक यन् स्यात् अस्वर्णे अचि परे इति सूत्रस्य परितः अर्थ इति ज्ञेयम् एक षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायां षष्ठ अध्याये प्रथमपादे एकं सप्तति इत्यस्य अधिकारः अनुवृत्तिसहित सूत्रम् एक यन् अचि संहितायां पर्यन्तं वयं पठितवन्तः किं ज्ञातवन्तः इको यञ्चि सूत्रमस्ति पूर्णं नास्ति अत्र अधिकारसंहितायाम् आयाति तो इक यञ्चि संहितायां पूर्णसूत्रं भवति अनुवृत्तिसहितं सूत्रम् ओके सूत्रं सूत्रम् एको यानचि अस्ति एक एक षष्टि षष्ट्यन्तं पदमस्ति यन् प्रथमान्तम् अचि सप्त्यन्तं पदमस्ति त्रिपदं सूत्रमस्ति एत एक षष्टिविभक्ति अस्ति तत्कारणे स्थानं निर्दिशति इदानीम् अच्छा अस्तु अस्तु अस्तु महोदय संहितायाम् अत्र एकस्थाने यन् आदेशः स्यात् आदेशः भवति अस्वर्णे अच् परे अस्वर्ण अपरे अच् अस्वर्ण परे संहितायाम् ओके ओके इदानीम् अग्रे गच्छामि विजया महोदया वदति वा किं महोदय अहमेव वा विजया हेतिराजः न अहं न जानामि हा विजया विजया हेतिराजन् अस्ति ओके अत्र पश्यतु वयम् इको यानचि इति प्राप्तवन्तः पठितवन्तः तस्य सन्धिविभजनं कृत्वा इकः यण् अचि इति पदत्रयं वयं प्राप्तवन्तः इकः एतस्य विभक्तिरूपं किं कथं वयं निर्णयं कुर्मः षष्टिविभक्ति एकवचनं किञ्चित् न श्रूयते किञ्चित् उच्चैः वक्तुं शक्नोति वा तत्र इकः किमस्ति इकः षष्टि एकवचनं भवति खलु महोदय ओके पश्यतु अत्र वयं टेबल् कृतवन्तः न सुओजस् ततः वयं किं हलन्तशब्दानां कृते टेबल् कृतवन्तः एवम् इतः वयं पुनः एकः कृतवन्तः अतः एतस्य आधारेण कुत्र कुत्र इकः आगन्तुं शक्यते चिन्तयतु षष्टि खलु इकौ इकः इकम् इकौ इकः अस्ति न अत्रापि अह अस्ति अत्रापि अह अस्ति अतः इकः अनन्तरम् अत्रापि अस्ति तस्मिन् कुत्रापि अस्ति एकवचने ओके अतः निर्णयं वयं कथं कर्तुं शक्नुमः प्रथमा बहुवचनं द्वितीया बहुवचनं पञ्चमी एकवचनं षष्टि एकवचनम् इति अस्माकं हस्ते चाय्स् चत्वारि चाय्सस् सन्ति करेक्ट् महोदय आम् अतः निर्णयं वयं कथं कर्तुं शक्नुमः तस्य कृते यः एतस्य व्याख्यानं लिखितवान् वा लिखितवती तस्य आधारेण वयं निर्णयं कृतवन्तः किम् इक् यत् पदम् अस्ति एतत् अस्ति षष्ट्यन्तपदम् अनन्तरं यण् विषये पश्यतु विजया महोदय यण् विषये पश्यतु तत्र किं साक्षात् वयं वक्तुं शक्नुमः चाय्स् अस्ति वा तत्र तत्र यन् अत्र प्रथमाविभक्ति एकवचनम् अत्र सु अस्ति खलु प्रथमाविभक्ति एकवचनं चेत् सु एव अत्र अत्र तु किमपि नास्ति न यन् यन् एव अस्ति परन्तु चाय्स् अस्ति वा यत्र इक् स्थाने अस्माकं तु भ्रमः अस्ति न प्रथमा द्वितीया पञ्चमी षष्टि एवं भ्रमः अस्ति अस्माकं परन्तु यन् विषये भ्रमः अस्ति वा नास्ति नास्ति इदानीम् अचि एतत् पश्यतु अस्माकं हस्ते अचि इति अपि पदमस्ति अचि एतस्य शब्दस्य भ्रमः अस्ति वा अन्यत् कुत्रापि आगच्छति इति अचि इति सप्तमे एकवचनम् अत्र सप्तमे एकवचनम् एव तत्र अपि भ्रमः नास्ति ओके आम् महोदय यावत् अवगतं सर्वे जनाः एकवारं वदतु भगिनि का वदतु सरस्वती सरस्वती पृच्छामि पुनः एकवारं वदतु भगिनि ओके इदानीं वयं तु दृष्टवन्तः सूत्रम् इको यण् अचि इति ओके इको यण् अचि इति सूत्रं वयं दृष्टवन्तः पश्यतु अत्रापि इको यण् अचि एतस्य अहम् अत्र विभजनं कृत्वा लिखितवती अत्र विभजनं कृत्वा लिखितवती तदनन्तरं सन्धिकार्यमपि सन्धिविच्छेदनमपि कृतवती अतः मम हस्ते किम् अस्ति इकः यण् अचि इति पदत्रयम् अस्ति अत्र विभक्तिविषये अहं चिन्तनं करोमि चेत् इकः फल इक् इति शब्दस्य विभक्तिरूपम् अस्ति यण् इति शब्दस्य विभक्तिरूपम् अस्ति अचि अच् इति शब्दस्य विभक्तिरूपम् अस्ति अस्य अत्र पश्यतु इक् यण् यदा असवर्ण अच् अनन्तरम् अस्ति एतद् वयं निर्णयं कृतवन्तः अस्माकम् उदाहरणानुगुणम् उदाहरणं दृष्ट्वा तदनन्तरम् एतस्य निर्णयं वयं कृतवन्तः इदानीं विभक्तिविषये किञ्चित् किं चर्चां कुर्मः हलन्तविषये विभक्ति कथं भवति वयं पठितवन्तः अथवा किञ्चित् दृष्टवन्तः सामान्यतया किं भवति अतः इकः यदस्ति तत्र भवतः शब्दस्य आधारेण भवान् भवन्तौ भवन्तः अह भवन्तं भवन्तौ भवतः अह द्विवारम् अह तु आगच्छति तदनन्तरं पञ्चमी षष्ठी तत्रापि भवतः भवतः एव भवति न अतः इक् विषये अपि इकः इकः अत्रापि आगच्छति एकवचने बहुवचने अपि आगच्छति द्वितीयाविभक्तिविषये ओके अतः निर्णयं कथं कुर्मः एतस्य भ्रमः अस्माकं कृते उदेति तत्तु इक् पार्श्वे इदानीं स्थापयामः यण् विषये आगच्छामः चेत् तत्र किमपि भ्रमः नास्ति किमर्थं कारणं यण् एकमेव चाय्स् अस्माकं हस्ते अस्ति प्रथमा विभक्ति अचि यदस्ति तस्मिन् विषये अपि एकमेव चाय्स् अस्ति सप्तमी विभक्ति अन्यत्र कुत्रापि अचि इति शब्दस्य आगमनमेव वयं न द्रष्टुं शक्नुमः अतः अच् विषये यण् विषये समस्या नास्ति परन्तु इक् विषये समस्या अस्ति तस्य निर्णयं वयं कथं कुर्मः तत्र दत्तम् अस्ति इक्कः यद् अस्ति तद् अस्ति षष्ट्यन्तपदम् एतद् वयं कुत्र द्रष्टुं शक्नुमः इको यणचि एतस्य व्याख्याने ओके अतः व्याख्यानस्य उपयोगं कृत्वा वयं निर्णयं कुर्मः इकः यत् पदं वयम् अस्मिन् सूत्रे पश्यामः तदस्ति षष्ट्यन्तपदम् ओके सरस्वती समाधानम् आम् आं भगिनि अन्येषां कृते किमपि समस्या अस्ति नास्ति आचार्य नास्ति अग्रे गच्छामि महोदय किं वक्तव्यं भवतः प्रश्नः किं तद्वदतु तदनुगुणम् अहम् उत्तरं ददामि षष्ठी समाधानं किं षष्ठी भवति समाधानं कथं भवति कारणं तत्र व्याख्यानम् अस्ति पञ्चमी स्वीकर्तव्यं वा षष्ठी स्वीकर्तव्यं वा द्वितीया स्वीकर्तव्यम् ओके तदनुगुणं वयं निर्णयं कुर्मः ओके सामान्यतया किं काष्ठावृत्तिः इति अस्ति अन्यथा कौमुदीवृत्तिः इति अस्ति वृत्ति दृष्ट्वा वयं निर्णयं प्राप्नुमः ओके पूर्वम् एक्स्पर्ट्स् आसन् ते एतस्य परिशीलनं कृत्वा निर्णयं कृतवन्तः इतः यदस्ति अत्र तदस्ति षष्ट्यन्तपदं पञ्चम्यन्तपदं नास्ति तृतीयान्तपदं नास्ति अचि विषये यन् विषये तु समस्या एव नास्ति ओके यावत्पर्यन्तम् अवगन्तम् अवगतम् क्षम्यताम् सम्पूर्णतया अवगतं कारणम् अग्रे इतोपि काम्प्लिकेशन्स् आगच्छति न एतत् किं पङ्क्तिद्वयम् एव वयं पठितवन्तः तत्रापि बहु विषयाः सन्ति क्षम्यतां महोदय महोदय एन् इति प्रथमान्तं हौ वि केन् फैण्ड् औट् दट् एन् प्रथमान्तं हा एन् प्रथमान्तम् इति कः कथं वयं जानीमः प्रत्याहारः वयं जानीमः प्रत्याहारं वयं कृतवन्तः कुत्र अस्ति प्रत्याहारविषये हा पाणिनीयं सूत्रं कथं पठनीयम् अत्र अत्र पश्यतु अण् इति प्रत्याहारः अस्ति इति प्रत्याहारः अस्ति यश् इति प्रत्याहारः अस्ति एतत् सर्वं पदानि सन्ति इति अपि वयं किं अवगन्तुं शक्नुमः अतः तस्य परिवर्तनमेव वयं कुर्मः न no no we are explaining that it is aha aha suav just amotus there you are explaining no the how you can tell that yan in prathama vibhakti only samyaktaya avagatavati ka vadati sarvamangala va sarvamangala ha bhavatyah prashnah kim yan ityukte katham vayam nirnayam kartum vibhakti ha etadeva यदा अहं यन् विषये चिन्तयामि यन् यणौ यणः आगच्छति न भवान् भवन्तो भवन्तः किं मरुतौ मरुतः मरुतः ओके एतस्य आधारेण एव वयं निर्णयं कुर्मः ओके हलन्तशब्दः अस्ति अजन्तशब्दविषये तु समस्या नास्ति हलन्तशब्दविषये किञ्चित् समस्या अस्ति इति चिन्तयित्वा एतत् सर्वं वयं निर्माणं कृतवन्तः विभक्तिरूपस्य आधारः कृतवन्तः निर्माणं कृतवन्तः तदनन्तरम् एतस्य आधारेण वयं पठामः अग्रे अत्र पश्यतु यन् इति अस्ति हलन्तशब्दः अस्ति इक् अस्ति एतदपि हलन्तशब्दः अस्ति अच् अस्ति एतदपि हलन्तशब्दः अस्ति सर्वेषां कृते कामन् टेबल् वयं कृतवन्तः किमर्थं कारणं हलन्तशब्दाः एतस्य आधारेण वयं विभक्तिरूपं निर्णयं कर्तुं शक्नुमः अजन्तशब्दान् कृते तु किञ्चित् भिन्नम् अस्ति ओके अन्य कोऽपि किमपि प्रष्टुम् इच्छति समस्या अस्ति अग्रे गच्छामि इदानीम् अग्रिमसमस्या कुत्र भवति अत्र इकः स्थाने यन् आदेशः भवति अचि परे संहितायाम् इति लिखितम् अस्ति संहितायाम् एतस्य अर्थं किम् अनिल् संहितायाम् इत्युक्ते किम् संहितायाम् इत्युक्ते योजित्वा योजनं संहितम् इस् योजनम् आम् ओके भागीरथी भवती किं वदति संहिता इत्युक्ते संहितायाम् अत्यन्तसमीपे अस्ति सामीप्यं संहिता इत्युक्ते सामीप्यं आं भगिनि. अग्रे अत्र इको यणचि इकः स्थाने यण् आदेशः भवति अचि परे संहितायाम्. इदानीम् एतस्य अर्थं किं भवति? हा चन्द्रमती वदतु. इक् स्थाने यण् आदेशः भवति अचि परे संहितायाम् अर्थं किं भवति तदा? हा उदाहरणं द्रष्टुमिच्छति वा? एकनिमिषं, चन्द्रमती अस्ति वा? न. ओके जया. अस्मि भगिनि. ओके अत्र एकनिमिषं, अत्र उदाहरणमस्ति अस्माकं हस्ते. हा संहिताविषये स्पष्टीकरणं करोतु. हा नदी योग अस्ति, नद्य अस्ति, इकारयोग अकार यकारः भवति. परन्तु संहिता इत्युक्ते किम्? अत्यन्तं सामीप्यम् इति वयम् उक्तवन्तः. इतस्य अर्थं किञ्चित् परिशीलनं करोतु. सामीप्यं कुत्र अस्ति, कथम् अस्ति? सामीप्यं दट् इस् आदेश खलु, यकार आदेश. इचु यशानां तालु. कां वदति? इचु यशानां तालु. अन्य कृपया म्यूट् मध्ये भवतु. अन्य कृपया म्यूट् मध्ये भवतु. सम्यक् न श्रूयते. ओके जया, भवती एव कण्टिन्यू. इकार न ईकार ईकार ईकार सारी ईकार ईकारयोग अकार. तदनन्तरम् किम् आगच्छति? अकार अकार. ओके मध्ये किमपि अस्ति वा? मध्ये किमपि नास्ति. मध्ये किमपि नास्ति, अतः एव संहिता इति वक्तुं शक्नुमः. ओके तदनन्तरं साक्षात् अ आगच्छति, मध्ये किमपि नास्ति, अतः एतस्य संहिता अस्ति. यदा संहिता अस्ति तस्मिन् समये एव इकारस्य यकारे परिवर्तनं भवति. क्षम्यतां, केवलं यकारः. तदनन्तरम् अ आगच्छति. तदा किं भवति? सम्पूर्ण य. ओके अवगतम्? अवगतं भगिनि, अवगतम्. संहिता इत्युक्ते मध्ये किमपि नास्ति. सामीप्यं यावत् अस्ति तस्य मध्ये किमपि अन्यवर्णः वा किमपि अन्यः न आगच्छति. ओके अवगतं सर्वे? हा प्रश्नः अस्ति वा? हा अग्रे गच्छामि. अतः संहितायाम् इत्युक्ते अन्यवर्णः मध्ये न आगच्छति, अतः एव संहिता इति वक्तव्यं वा? न इति वयं ज्ञातुं शक्नुमः. मध्ये अन्यः किमपि. ओके ओके धन्यवादः महोदय. क्लोज्नेस्. ओके अस्तु अस्तु अस्तु भगिनि. अर्धमात्रसमय ओके. अरे अरे टू लैन्स् आल्सो वि हेवन्ट् फिनिश्ड्. हा एतत् समापयामः. हा दीस् टु लैन्स् अनन्तरम् अग्रे गच्छामः. संहिताविषये तु वयं ज्ञातवन्तः. ओहो अधिकारविषये अपि ज्ञातव्यं. हा ओके अधिकारम् अग्रिम अवसरे कुर्मः. ओके अद्य वयं किं किं पठितवन्तः? हलन्तशब्दानां कृते विभक्तिरूपं निर्णयं. हा इकः एतस्य विभक्ति, यण् एतस्य विभक्ति, अच् एतस्य विभक्ति सर्वं दृष्टवन्तः. तदनन्तरं संहिता इत्युक्ते किम् एतत् अपि वयं दृष्टवन्तः. यावदेव वयं दृष्टवन्तः, अधिकं न पर्याप्तं वा? पर्याप्तं महोदय, पर्याप्तं. बहु अधिकम् अस्ति वा? हा, न न अधिकं, परन्तु सम्यक् सम्यक् अवगतम्. हा, वयम् अष्टाध्यायीविषये अपि किञ्चित् अवगमनं प्राप्तवन्तः. कथं सूत्रस्य रेफरेन्स् दत्तम् अस्ति, अष्टाध्याय्याः सूत्र रेफरेन्स् कथं वयं पठितुं शक्नुमः. षट् 6176 एतस्य अर्थं षष्टमोऽध्यायः प्रथमपादः 76तमसूत्रम् इति. ओके, एकघण्टा अभवत्, समयः अतीतः इदानीं. समयः अतीतः, ओके. इदानीं धातुगणविद्या धातुगणाभ्यासः तत्र गच्छामः. अत्र वयं कुत्र आगतवन्तः, कोऽपि स्मरति वा? निमिषं मुञ्चति. अहं किं करोमि, अहं कन्फ्यूषन् क्रियेट् करोमि इति अहं चिन्तयामि. हा, ओके. गत अवसरे वयं किं मुच् धातोः विषये, मम भ्रमः आसीत्, भगिनि अहमेव तत् उत्तरं दत्तवती, भ्रमः तत् समये आसीत्. एकनिमिषं, हा, अत्र अष्टाध्यायी डाट् काम् न उद्घाटितं भवति, एकनिमिषं. ओके, अत्र किमर्थं मुञ्च् इति भवति तस्मिन् विषये अहं किञ्चित् परिशीलनं कृतवती. हा, ओके, भवन्तः सर्वे अष्टाध्यायी डाट् काम् सैट् विषये जानन्ति वा? आमां सर्वे जानन्ति, न जानन्ति चेत् एतदेव अस्ति. हा, यदहम् उद्घाटितवती, हा, अष्टाध्यायी अष्टाध्यायी डाट् काम् दृश्यते, एतदेव सैट् अस्ति, तत्र अहं धातुपाठ विषये क्लिक् कृतवती. इदानीं मुच् धातुविषये पश्यामः. ओके, मुच् धातुविषये अस्माकम् अर्थं किं दत्तम् अस्ति अत्र? मुञ्च् मुच् मुञ्चति इति दत्तं मोक्षणे अर्थं. हा, मुच् मोक्षणे अर्थस्य मुच् वयं पश्यामः चेत् अन्य अर्थस्य वयं न पश्यामः. मुच् प्रमोचने एतदपि अर्थम् अस्ति, तस्मिन् विषये अस्माकं तु ध्यानं न. इदानीम् अहम् अत्र पश्यामि. हा, ओके, मुञ्चति इति अस्ति टेलिङ्ग्, मुच् मुञ्चति मोक्षणे, सर्वम् आगतम् अत्र. इदानीम् अहं एतस्य रूपसिद्धि पश्यामि. हा, मुच् वयं टिप् पर्यन्तं गतवन्तः, टिप् टिप् टिप् सर्वं गतं. तदनन्तरं मुञ्चाति एकनिमिषं हा अत्र लिखामि हा मुच् अस्ति तस्य मुञ्चति इति अस्ति हा इतः अहम् ओ एकनिमिषं हा मुञ्चति इति अस्ति मम हस्ते इतः अहं टि निष्कासयामि ओके टि निष्कासयामि चेत् मम हस्ते किम् अवशिष्यते मुञ्च मुञ्च क्षम्यतां हा मुञ्च महोदय करेक्ट् मुञ्च अधिकम् अ ओके अधिकम् अ मुञ्च अस्ति न तत्र अहम् अधिकम् अ इति अहं स्वीकरोमि अतः अ इति मम विकरणप्रत्ययः दृश्यते परन्तु अत्र एकः ञकारः आगतम् इत्युक्ते न तत्र कुत्रापि कथमपि कथमपि तिष्ठति तस्य विषये अत्र पश्यामः चेत् अत्र पश्यन्तु हा श इति प्रत्ययः अस्ति विकरणप्रत्ययः तस्य शकारः गतः अ एव तिष्ठति मुच् अति मुच् अति तत्र ओके फैन् कथम् अ तिष्ठति तस्मिन् विषये आगतं तदनन्तरं सूत्रमेकम् अस्ति हा से मुचादीनाम् इति सूत्रस्य क्रमाङ्कः किं सप्तमोऽध्यायः प्रथमपादः 59th सूत्रम् तस्य कारणेन न आगच्छति न तदनन्तरं ञकारे परिवर्तितं भवति किमर्थं सन्धिकार्यं कृतमस्ति एवं मुञ्चति इति रूपं सिद्धं भवति अतः एतस्य उदादिगणीयधातु इति निर्णयं भवति अवगतम् हा न अवगतं भगिनी कृपया पुनः वदतु भगिनि ओके भगिनि मुच् कथं किमर्थं मुञ्च् इति भवति नकारः किम तत् अहं न जानामि तस्मिन् विषये अवगच्छामि जानामि तस्मिन् विषये अहमपि न जानामि वयं कोऽपि न जानन्ति अस्मिन् विषये अस्मिन् स्तरे ओके किमर्थं सूत्रं वयं न पठितवन्तः तदनुगुणं वयं कार्यमपि न ज्ञातुं शक्नुमः ओके अतः किं कुर्मः एवं रेफरेन्स् पायिण्ट् अस्ति तत्र गत्वा वयं किञ्चित् अवगन्तुं प्रयत्नं कुर्मः अत्र दत्तमस्ति हा कोऽपि एकं सूत्रम् आगच्छति इति हा मुचादीनाम् इति कोऽपि सूत्रम् अस्ति शेः मुचादीनाम् इति कोऽपि सूत्रमस्ति तस्य आधारेण नकारस्य आगमनं भवति कुत्र आगमनं भवति हा भगिनी तद् लिस्ट् सूत्रविषये एक विवरणमस्ति तद् स्क्रीन् शेर् करोतु कृपया भगिनी एकनिमिषं हा तदनन्तरम् एकः नकारः आगच्छति हा तदनन्तरम् अस्माकं हस्ते तु च अस्ति एव हा किमर्थं चकार अकारयोः च अस्ति अनन्तरं नकारचकारः सामीप्यम् अस्ति तत्र किं भवति नित्यसन्धिसन्दर्भः अतः नकारस्य नकारे परिवर्तनं भवति यावत् अवगतं न सन्धिकार्यम् अवगतम् आम् महोदय सन्धिकार्यम् अवगतम् इदानीं सूत्रविषये मा पृच्छतु एतदेव अहं वदामि किमर्थं कारणं 7159 एतस्य सूत्रस्य अवकाशः एव वयं न दृष्टवन्तः ओके एतत् एतत् वयं न पठितवन्तः ओके यदा एतस्य विषयस्य ज्ञानम् अधिकं प्राप्तुं शक्नोति तदा अत्र एव क्लिक् कृत्वा अग्रे गच्छतु हा तत्र सूत्रस्य विषये सर्वं दत्तम् अस्ति हा ओके एतत् पठित्वा अवगच्छन्तु मम तु ज्ञानं नास्ति तत् ओके परन्तु महोदय अत्र इदानीं we can just assume right we don't need to go in detail because we are studying this okay idani asmin sare vayam kurmah see mama bhramah kutra asit ha aham chintitavati na kim rudadiganiya visaye asti atah nakarah upada sthane agachati iti mama bhramah asit tasya samadhanam aham इतः प्राप्तवती कथम् अष्टाध्यायी डाट् काम् मध्ये दृष्टवती किमर्थं न आगच्छति नकारः अस्ति चेत् नकारः एव पूर्वम् आसीत् इति तु मम ज्ञानम् आसीत् परन्तु न किमर्थम् आगतं सूत्रस्य कारणेन आगतम् अस्मिन् स्तरे वयं सूत्रविषये न पश्यामः एक्सेप्टेड् एज़् इट् इस् अतः मुञ्चति ओके No, but how does it come in Tudadi? Why you said that? Can you just explain and that once? Vikarana Prakeha Kima Asti, Pashyatu, Vikarana Prakeha Kima Asti, ha? Okay. Pinishka Sittam, Munchati Iti Yata Yada Yat Padam Asti, ha? Kriya Padam. Ataha Pinishka Siyamaha, Chet Kim Apishyate, Muncha, ha? Ataha Munch, A. अ इति वयं पार्श्वे स्थापयामः चेत् अकारः एव तिष्ठति न अथवा अकारस्य वयं किं जानीमः यदा विकरणप्रत्ययः अकारः अस्ति तदा द्वादिगणः अथवा तुदादिगणः अस्तु अत्र मु इति उकारः अस्ति परन्तु अत्र गुणकार्यं कृतं गुणकार्यं न भवति अस्तु अस्तु अस्तु षष्टमगणे गणीयधातु सुदादिगणीयधातु इति निर्णयः अस्तु अस्तु भगिनि अवगतम् अवगतं धन्यवादः महोदय ओके अन्य कोऽपि किमपि प्रष्टुम् इच्छति भ्रमः अस्ति कुत्रापि महोदय रुदादिगणे अपि न भवति कारणं किं तत्र सनं प्रत्य अस्ति तु नकारस्य अवशिष्यते तत्र अकार अस्ति लेकिन् मुञ्चति तत्र अकारः नास्ति न एकनिमिषं हा अकारः नास्ति इति मा वदतु अत्र अ अस्ति हा मुच् इति अस्माकं हस्ते धातु अस्ति यद् धातु अस्ति तस्य उपधाया उ अस्ति महोदय महोदय युगलपेश्वर महोदय वदति रुधादिगणे अकारविकरणप्रत्ययः नास्ति अतः सम्यक् न परन्तु रुधादिगणे अकार अकार अस्ति न नकार अकार अस्ति रुधादिगणे तत् मुञ्च लेकिन् अत्र मुञ्चति अस्ति तत्र अकार नास्ति धातोः मध्ये नकार एकनिमिषं महोदय रुदादिगणे न अस्ति नकार नास्ति न अस्ति न अधिकम् अस्तिगणे न अधिकम् अ सम्पूर्ण न अस्ति अत्र भेदम् अस्ति अत्र भेदं भवति अहं किं कृतवती न इति यत् अस्ति तस्य न नकारः उपदास्थाने अकारः अग्रिमस्थाने स्थापितवती एवमहं चिन्तितवती ओके तत् अशुद्धम् आसीत् ओके तस्य शुद्धीकरणम् अत्र अहं प्राप्तवती अष्टाध्यायी डाट् काम् मध्ये दृष्ट्वा ओके अवगतं महोदय अवगतम् ओके सर्वेषां कृते इदानीं समाधानम् ओके अग्रे गच्छामः अस्तु महोदय अनिल् भवानेव आरम्भं करोतु इदानीम् अस्माकं धातुः कः का अस्ति पृ पृणोति प्रणोति प्रणोति मैनस् ति इस् प्रिणो प्रीणो नत्वं भवति अहं चिन्तयामि प्रणो मैनस् प्र प्रणो मैनस् प्रि इस् णो णो नत्वम् ऐ थिङ्क् नो सो इट् इस् नो नो इति णो इति परिवर्तनं किमर्थम् अभवत् ऋकारः आसीत् न ऋकारानन्तरं यदा नकारः आगच्छति तस्य णकारे परिवर्तनं भवति ओके नो नो विकरणप्रत्यय नो गणः विकरणप्रत्यय नो इत्युक्ते चिनोति द्रष्टव्यम् स्वादि स्वादिगणः पञ्चमगणः पञ्चमगण स्वादग स्वादिगणीय धातु ओके सर्वे अवगतवन्तः प्रश्नः न अग्रे गच्छामि भागीरथी भगिनी भगिनी मम गृहे नास्ति भगिनी विद्युत् चेन्नै मध्ये अहम् अस्मि वर्षकारणेन ओके ओके मम सेल् मध्ये एव किञ्चित् श्रूयते भगिनि क्षम्यतां भगिनि अहं शृणोमि ओके चन्द्रमति भवती प्रयत्नं कर्तुं शक्नोति भगिनि ओके अत्र गायति इति पदं गायति अत्र अहं चिन्तयामि तद् चिरादिगण दातु गै निच् प्रत्यये परे आगच्छति अनन्तरं अहं चिन्तयामि एकनिमिषं हा लिखित्वा पश्यामः अत्र किञ्चित् भ्रमः भवितुम् अर्हति हा द्वै द्वै इति अस्माकं धातुः अस्ति तत्र गायति गायति इति अस्ति हा गायति इतः वयं किं निष्कासयामः निष्कासयामः पर्यायः अस्ति चन्द्रमती किं अत्र गायति गै निच् इकार अस्ति गो इन् आर्डर् फोकस् गै निच् योगः गायति गै गा भवति अनन्तरं गै आय अधिकं ति तत्र तादृशम् आगच्छति भवत्याः क्रमः स्पष्टं नास्ति अतः भ्रमः अस्ति जया गायति प्रथमकार्यं किं कर्तव्यं ती निष्कासयामि यदा अहं ती निष्कासयामि तदा मम हस्ते किम् अवशिष्यते वदतु गाय इदानीं गाय गाय अत्र मम अकारः एकनिमिषम् अत्र मम हस्ते किमस्ति गा यकार अकार अतः यदा अहम् ओके कथं निर्णयं करिष्यामि चन्द्रमती पश्यतु हा कथं वयं कुर्मः हा पश्यामि भगिनि हा ओके जया इदानीम् अ इति यत् अस्ति कुत्र आगच्छति विकरणप्रत्ययः अ भवादिगणे ओहो हो केवलं जया वदिष्यति हा अन्ये जनाः प्लीज् मा वदन्तु हा अन्यथा कोलाहलं भवति हा इदानीम् अस्माकं हस्ते गै इति शब्दः अस्ति एकनिमिषं अग्रे गच्छामि गै यत् अस्ति हा तदनन्तरं यदा अ आगच्छति तदा सन्धिकार्य कार्यं कृत्वा किम् आगच्छति दिस् इस् यान्तवान्त यान्तवान्त सन्धि अतः ऐ प्लस् विल् बि ऐ ऐ अधिकम् ऐ ऐ अधिकम् अ सन्दर्भे अतः मम हस्ते ग इति आगच्छति ऐ इति अस्ति तदनन्तरम् आगच्छति वर्णमेलनेन किं भवति गाय गाय गाय अनन्तरं सि योजयामि चेत् मम गायति आगच्छति अतः इदानीं वदतु एतत् कस्मिन् गणे अस्ति भवति गणे जया जया चिन्तयतु प्रत्ययः ay right ay ay kimartham agatam asmin vishe tu chintanam bhinnam okay idanim kevalam a vishe chintanam kartavyam so that can be either bhavadigana bhavadigana or वादिगण एव न वादिगण या या तुदादिगण केनाट् हेपन् इन् तुदादिगण न न ऐ वास् थिङ्किङ्ग् या ओन्ली भवादिगण इट् हेस् टु बि भवादिगण चन्द्रमती अवगतम् अस्तु भगिनि अग्रिमं प्रयत्नं करोति वा महोदय अत्र भ्रमः अस्ति भ्रमः अस्ति कि तुदादिगणे किं कारणेन नास्ति भवादिगणे अस्ति तुदादिगणे किं कारणेन नास्ति अत्र भ्रमः अस्ति तत्र शत्रुप्रत्ययस्य परिशीलनं महोदय गायन्ति गायति नास्ति सर्वदा सर्वदा गायन्ती एव भवति ओके अतः उपाधिगणीयधातु भूपेन्द्रकिशोर् महोदय समाधानं भवादिगणे हा ओके चन्द्रमती आम् आं भगिनि भवती इदानीं प्रयत्नं करोतु हा बि डि अस्ति दीयते तत्र प्रथमं ते तद् निष्कासनं भवति तद् आत्मनेपदे साधु इति पश्यामि ते साधयन्ति ते निष्कास्य दीय इति रूपमस्ति डी धातु धातु डि अस्ति डिशिष्यते डि योगः योगः ओ एकनिमिषं इति अस्माकं हस्ते अस्ति सः प्रकाशयामि प्रथमं दि न न अहं निष्कासयामि मैनस् किं करो प्रथमकार्यं ते निष्कासयामि किमर्थं तिङन्तप्रत्ययः तस्य कार तस्य उपयोगम् अत्र नास्ति इदानीं मम अस्ति ओ य इति अस्ति इतः अहं नेक्स्ट् किं निष्कासयामि नेक्स्ट् मैनस् किं करोमि न न अकार कः स्यात् न इदानीं प्रथमं तु वयं धातु निष्कासयामः साक्षात् धातु अपि निष्कासयामः बि मैनस् अवशिष्टं किं तदा य इदानीं य इति अस्माकम् अस्ति विकरणप्रत्ययः अवशिष्टः अस्ति कस्मिन् गणे आगच्छति विकरणप्रत्ययः यकारः दिवादिगणे दिवादिगणे अतः दीयते धातु चतुर्थगणीय दिवादिगणीय धातु अस्ति अवगतम् अस्तु अस्तु कृष्णमूर्तिमहोदय एकनिमिषम् एकनिमिषं चन्द्रमती पुनः आगच्छतु किञ्चित् काम्प्लिकेशन् करोमि किमर्थम् इदानीं भवती डीयते इति किं वादि दिवादिगणीयधातु इति उक्तवती इदानीं यदा अहं द्विधातोः रूपं दयते इति वदामि चेत् दयते दयते दयते इति वदामि चेत् कथमेतस्य निर्णयं करिष्यति वदतु प्रथमं ते निष्कासयामः प्रथमं ते निष्कासयामः अनन्तरं धातु डि अस्ति किन्तु तत्र डा एव पश्यति डि न न न न न न अत्र किम् अवशिष्यते ते निष्कासयामि चेत् अवशिष्यते अत्र मम धातु किम् अस्ति अस्ति न इति धातु यदस्ति तस्य अन्तिमवर्णः किम् ईकारः ईकारः यदा अन्तिमवर्णः ईकारः अस्ति तस्य किं भवति अय भवति अय भवति ओ ओ ओ डि डा भवति डि आ भवति इ अस्ति एकनिमिषं गुणः ओके गुणः विषये पश्यामः लिखितमस्ति गुणकार्यं किं कर्तव्यम् इ अस्ति चेत् अय कर्तव्यं वा तत्र द्वादिगणधातु चिन्तयामि तत् ओय् ओय् अहम् ऐ एम् नाट् इण्ट्रेस्टेड् इन् साक्षात् आन्सर् ऐ एम् इण्ट्रेस्टेड् इन् द प्रोसेस् अस्तु डि अस्ति मम हस्ते किम् अस्ति ईकारः एकवर्षभागः इन्द्रिषणं कुण्डे एतस्य इकारस्य परिवर्तनं कुत्र कथं भवति? रूपं भवति न भवत्याः लाजिक् श्रुतम् अयकत्वम् कथम् आगच्छति अत्र पश्यतु भगिनी सम्बडि नीड्स् टु म्यूट् देन् सेल् पूर्णिमा महोदय नीड्स् टु म्यूट् पूर्णिमा भगिनी म्यूट् करोतु प्लीस् ओके अहं मित्र भवति चन्द्रमति डि ए भवति डि ए भवति कथं हा भवति डि ए भवति क्षम्यतां हा डि एकस्य विभजनम् अहं करोमि चेत् दकार ईकार मम हस्ते आगच्छति ओके तदा अहं किं करिष्यामि हा मम अन्तिमवर्णः किम् अस्ति मम डि अस्मिन् शब्दे अन्तिमवर्णः किम् अस्ति ईकारः ईकारः इदानीं हा किं लिखितमस्ति गुणविषये हा ये भवति हा ईकारस्य स्थाने एकारः स्थापनीयम् अतः मम किम् आगच्छति इदानीं डा योगः ए ओ क्षम्यतां चकार तदनन्तरं किम् आगच्छति डकार तदनन्तरम् ए अस्ति मम हस्ते इदानीं इदानीं पश्यतु अय कथम् आगतं चिन्तयतु ए योगः अ ए योग अ हा ए योग अ इति भवति चेत् किम् आगच्छति तस्य स्थाने डय ड तु अस्ति एव परन्तु ए योग अ तत्र किम् आगच्छति अय कस्य स्थाने अयो न ऐ एव ऐकारस्य स्थाने ऐकारः आगच्छति ऐ इति आगच्छति अनन्तरं मम अस्ति न पूर्वमेव इदानीं वर्णमेलनं करोतु डय योगः ते डयते अनन्तरं य आगतं न डय डय हा पश्यतु डय डय ते तु वयं निष्कासितवन्तः तर्हि वयं किं कर्तुं प्रयत्नं कुर्मः विकरणप्रत्ययस्य आधारेण गणस्य कुर्मः कस्मिन् गणे अस्ति इति इदानीं वदतु एकस्य गणः किं डयते एकस्य प्रथमगणः प्रथमगणः वादिगणः सम्यक् किमस्ति चन्द्रमती सम्पूर्णतया अवगतवती इदानीम् अवगतवती धन्यवादः ओके कस्यापि किमपि प्रश्नः अस्ति वा न ओके समापयामः भगिनी क्षम्यताम् क्षम्यतां भगिनी किं वदति अहं वर्गस्य वर्गात् बहिः गतवती इण्टर्नेट् कारणेन दीयते दयते धातुद्वयमस्ति धातुद्वयमस्ति तद्विषये तत् अवगतम् अवगतम् अवगतं भगिनि द्वितीय निर्णयं कुर्मः ओके चन्द्रमती किञ्चित् धमः दर्शितवती अतः तस्याः एव अहं परिशीलनं कृतवती अस्तु अस्तु अहं बहिः गतवती इण्टर्नेट् कारणेन इदानीं ओके समापयामः अष्टवादनं तु अभवत् क्षम्यतां मम बहु मन्दं मन्दम् अहम् अग्रे गच्छामि धातुत्रयमेव वयम् अद्य कृतवन्तः अर्धघण्टायां हा ओके समापयामः अन्य किमपि अस्ति वा द्रष्टव्यं चलो मन्द मन्द गच्छति तत् कारणेन परिशीलनं भवति अन्यथा न मन्दे मन्दे गत्वा परिशीलनं सम्यक् भवति अन्यथा न ओके चलति ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः अग्रिम हरि ओं महोदय नमो नमः धन्यवादः